अस्तु, तर्हि गीतासोपानस्य द्वितीयभागे अस्माकं दशमपाठः प्रवर्तमानः अस्ति. तत्र विषयः अस्ति सङ्ख्याः. तत्र सङ्ख्याप्रसङ्गे विशेषणविशेषभावः भवति इति मनसि ध्येयं. तत्र च कथं अयं विशेषणविशेषभावः भवति इति अपि अवगन्तव्यमस्ति. तर्हि किञ्चित् पुनस्मरणं कृत्वा, अभ्यासं कृत्वा एव अग्रे गच्छेम. अत्र सारांशः कः इति लक्ष्मीभगिनी किञ्चित् वदति वा? नाम एक इति अस्मात् आरभ्य नवदशपर्यन्तं कीदृशी व्यवस्था अस्ति? पुस्तके अत्र लिखितमस्ति महोदय, अहं दृष्ट्वा वक्तुम् इच्छामि. न न न, स्वस्य अवगमनार्थं भवती एव वदतु. पठनेन को लाभः? वयं पठितवन्तः पूर्वं. भवती वदतु किम् अवगच्छति. अस्तु, सुब्रह्मण्यमहोदय वदतु. आं महोदय, सर्वाः सङ्ख्याः विशेषणानि भवन्ति प्रथमतया. तदनन्तरं एकम् आरभ्य चत्वारि पर्यन्तं सङ्ख्याशब्दाः त्रिषु लिङ्गेषु भवन्ति. तदनन्तरं पञ्च आरभ्य नवविंशति नवदशपर्यन्तं नियत बहुवचनाः भवन्ति. विंशति आरभ्य नवतिपर्यन्तं एकवचनानान्तः. अस्तु अस्तु, वदतु. एकवचनानान्तः अपि स्त्रीलिङ्गाः भवन्ति. एकवचनान्ताः च स्त्रीलिङ्गाः च भवन्ति. शतम् आरभ्य सर्वाः सङ्ख्याः नपुंसकाः पुल्लिङ्गाः च. अस्तु, इदानीं चत्वारि पर्यन्तं तत्र सर्वे एकम् उदाहरणं वदन्तु. अत्र एकं स्वीकृत्य एकं सर्वे एकम् उदाहरणं वदन्तु. तत्र पुष्पाभगिनी, महिला एकसङ्ख्या इति स्वीकृत्य महिला इति प्रसङ्गे वाक्यं वदतु. एका महिला महोदय. हा, वाक्यं वदतु भगिनि. वाक्यमस्ति वा? न न, एक वाक्यं वदतु भगिनि. अहम् एका अपि च महिला इति तत्र तस्याधारेण एका महिला वाक्यं वदतु. एका महिला गृहं गच्छति. पुनः न श्रुतवान् अहम्. एका महिला गृहं गच्छति. अस्तु, सम्यक् अस्ति. इदानीं नताशा भगिनी, तत्र द्वे इति शब्दः बालकशब्दः, तत्र वाक्यं वदतु. द्वौ बालकौ पठन्ति. द्वौ बालकौ सहायं करोतु कोऽपि तत्र. सहदेव महोदय पठावः महोदय द्वौ बालकौ पठावः न भगिनि महोदय वदतु सहदेव महोदय द्वौ बालकौ पठिता पद्मा भगिनि वदतु द्वे बालकौ पुस्तकं पठन्ति पठतः वाक्यं वदतु भगिनि द्वे बालकौ पुस्तकं पठतः द्वे बालकौ तत्र वयं किं पठितवन्तः लक्ष्मी भगिनी वदतु द्वौ बालकौ पठतः द्वौ बालकौ पठतः वयं कथम् अग्रे गमिष्यामः नाम एतत् नाम एते मूलविषयाः सन्ति तत् द्विवचन द्विवचनान्तक्रियपदम् इति एकमस्ति अनन्तरम् इदानीं द्वे बालकौ इति वदति चेत् तत्र द्वे इति नपुंसकलिङ्गे अस्ति स्त्रीलिङ्गे च तत्र द्वौ बालकौ इति पुल्लिङ्गे अस्ति तत्र विशेषविशेषभावः नाम कः वयं किं पठितवन्तः एतत् नाम पुनस्मरणस्य विषयः एवं श्रुत्वा भाति यत् आरम्भतः कर्तव्यं भविष्यति किं कुर्मः नावगच्छति वा तत्र पश्यन्तु एक इत्यस्मात् आरभ्य चत्वारि पर्यन्तं त्रिषु लिङ्गेषु भवति एक इति संख्या एकवचने भवति द्वे इति संख्या द्विवचने भवति अनन्तरं त्रिचतुर्थ बहुवचने समीचीनमस्ति अतः वचनं तथा अस्ति त्रिषु लिङ्गेषु च भवति अतः पश्येम एका महिला गच्छति इदानीं सहदेव महोदय तत्र बालकविषयं वदतु बालकविषयः एकसङ्ख्या ओ आम् एकः बालकः बालकः उपहारगृहं गच्छति समीचीनमस्ति अस्तु पद्मा भगिनी तत्र यानं यानं क्रिया अस्ति एकः बालकः न बालकः इति न यानं एकः यानं एकनिमिष संस्कृतभाषायां तत्र लिङ्गत्रयमस्ति खलु तत्र एकयानं गच्छति पुनः वदतु एकयानं गच्छति पुष्पा भगिनी वदतु एकं यानं अहं दृष्टामि पश्यामि प्रथमविभक्तौ वदतु यथा भगिनी उक्तवती तस्य समीकरणं भवतु एकं यानं गच्छति एकं यानं गच्छति भगिनी तत्र किमस्ति भवती उक्तवती एकयानं पद्मा तथा न भवति तत्र भवती समस्तपदं कृतवती एकयानं यथा सुन्दरं शृणोतु सुन्दरं यानं समस्तपदं कृत्वा सुन्दरयानं तत्र इदानीं प्रथमपदस्य विभक्तिः लिङ्गमित्यादि इत्यादिकं न दृश्यते तत्र सुन्दरयानं सुन्दरयानं एकं पदं सुन्दरयानं. सुन्दरं सुन्दरं यानं सर्वे अवगच्छन्तु. अत्र समासः नाम किं? समासः नाम कः इति चेत् तत्र संयुक्तपदं. हा, सुन्दरं सुन्दरः बालकः गच्छति इति तत्र व्यस्तप्रयोगः इति वदामः. व्यस्तप्रयोगः पृथक् पृथक् तत्र सुन्दरः बालकः गच्छति. तत्र विशेषणविशेषभावः दृश्यते यतोहि सुन्दरशब्दः पृथक् अस्ति, बालकशब्दः पृथक् अस्ति इति व्यस्तप्रयोगः. कीदृशप्रयोगः? व्यस्तप्रयोगः. यत् व्यस्तप्रयोगः यत्र संयोजनं कुर्मः तत्र समस्तप्रयोगः इति अस्ति. तर्हि व्यस्तप्रयोगः समस्तप्रयोगः. यत्र समस्तप्रयोगः अस्ति तत्र सुन्दरबालकः गच्छति. सुन्दरः न, सुन्दरबालकः इति एकं पदं. संख्यानां समासः न भवति. पृथक् वक्तव्यं सर्वत्र. ये येषां वैदुष्यमस्ति, येषां गभीरज्ञानमस्ति, तथापि तेषां समस्तपदं न भवति. सङ्ख्याविषये बहवः कुर्वन्ति, स च दोषाय अस्ति. सः प्रयोगः दोषाय न भवति, पाणिनिना उक्तं. तदर्थं सूत्रमस्ति. अतः एकबालकः इति न कदापि वक्तुं शक्नुमः, न केनापि. एकः बालकः, एकः बालकः, एकं यानं. तर्हि अत्र लिङ्गं किं, वचनं किम् इति सम्यक्तया दृष्ट्वा एव वक्तव्यमस्ति. अस्तु, इदानीं लक्ष्मीभगिनी वदतु. एक इति पदं स्वीकृत्य तत्र स्त्रीलिङ्गे बालिका. एका बालिका अत्र अस्ति. किमस्ति? एका बालिका अत्र अस्ति. हा, अत्र गृहप्रक्षालनम्, इदानीं गृहप्रक्षालनं मास्तु. सर्वे उपविशन्तु, अस्माकं कार्यं भविष्यति. अहमपि उपविशामि अत्र. गृहप्रक्षालनम् अत्र न करोमि. अहम् उपविष्टः अस्मि. मम मनः अत्र अस्ति, अन्यत्र नास्ति. अत्र जलस्य ध्वनिः एतत् किमपि नास्ति अत्र. सर्वेषां तथा भवतु. अस्तु, एका बालिका. एका बालिका आगच्छति. पुनः वदतु. एका बालिका अत्र आगच्छति. हा हा, एका बालिका आगच्छति. समीचीनमस्ति. इदानीं नताशा भगिनी, तत्र पुरुषः इति वदतु. एकः पुरुषः लिखति. हा, समीचीनमस्ति. एकः पुरुषः लिखति. हा, अस्तु, सदेव महोदय. तत्र सुरभोदय, अहं श्रोता अस्मि. अहम् अपि. ओके, ओके. अस्तु भगिनि, भवती एव वदतु गृहम्. एकं गृहम् अस्ति. एकं गृहमस्ति, समीचीनमस्ति. वाक्यं सुन्दरमस्ति, शुद्धम्. एकं गृहम् अस्ति. तत्र गृहं नपुंसकलिङ्गे एकवचने च, अतः एकमपि तथा. बहु सम्यक् अस्ति. हा, अस्तु. इति वार्ता अस्ति. हा, इदानीं सहदेव महोदय तत्र वदतु, स्त्रीलिङ्गे वदतु. तत्र उत्पीठिका. उत्पीठिका. उत्पीठिका. हा, जानाति वा? अस्तु, लेखनी, लेखनी इति वदतु. लेखनी, लेखनी. उत्पीठिका महोदय, अथवा लेखनी, लेखनी वदतु. लेखनी, जानाति वा? लेखनी न अवगच्छामि. अस्तु, उत्पीठिका वदतु. उत्पीठिका वदतु. एका उत्पीठिका अन्यत्र अस्ति. अस्तु, बहु सम्यक् अस्ति. वाक्यं शुद्धमस्ति. अस्माकं लक्ष्यं किं? वाक्यं शुद्धं भवेत्, विचारः उच्चः प्रगतः, किन्तु वाक्यम् अशुद्धं, तत्र समीचीनं नास्ति. अस्माकं वाक्यं शुद्धं भवतु, सरलं शुद्धं च, जटिलं किन्तु अशुद्धं निरर्थकं, तत्र किमपि मूल्यं नास्ति. अस्तु, इदानीं विभक्तिः, तत्र लिङ्गमिति दृष्टवन्तः एकशब्देन सह, अपि च वचनम्. इदानीं विभक्तिः, तत्र इदानीं लक्ष्मीभगिनी पुल्लिङ्गे द्वितीयविभक्तौ, इदानीं सुब्रह्मण्यमहोदय तत्र तृतीयविभक्तौ पुल्लिङ्गे, अपि च पुष्पाभगिनी चतुर्थीविभक्तौ पुल्लिङ्गे, पद्माभगिनी पञ्चमीविभक्तिः, शिल्पाभगिनी षष्ठीविभक्तिः, अपि च सप्तमीविभक्तिः कः नताशाभगिनी. सर्वे अहम् उक्तवान् सप्तजनाः सन्ति, षड्विभक्तयः. कस्य नास्ति? कस्य नाम अहं न उक्तवान्. अस्तु अस्तु, तर्हि आर्भामहे. लक्ष्मीभगिनी वदतु शीघ्रमेव. अस्य किञ्चित् तत्र विस्तृतवाक्यस्य आवश्यकता नास्ति. एकं ग्रन्थं स्वीकृत्य पठामि. अस्तु, समीचीनमस्ति. अग्रे तृतीयभक्तिः. एकेन मित्रेण सह बहिः गच्छामि. अस्तु, समीचीनमस्ति. चतुर्थी. एकस्मै एकस्मै डाग्स् पाकं ददामि. पुनः वदतु, न ध्वनिः, एतत् सर्वं ध्वनिः कुत्र अस्ति? एकनिमिषम् पुनः वदतु. एकस्मै श्वानै पाकं ददामि. एकस्मै कस्मै? कुक्कुरः इति विषयः वा? श्वानै. तत्र प्रातिपदिकं किम्? एकस्मै. तत्र लक्ष्मीभगिनी, तत् शब्दस्य प्रातिपदिकं किं? श्वान् किमस्ति? श्वान् डाग् न प्रायः शुनक प्रातिपदिकं. प्रायः अत्र शुनक पुष्पभगिनी, पुष्पभगिनी, मया किम् उक्तम् अद्य? वाक्यं सरलं शुद्धं च. जटिलशब्दस्य आवश्यकता अस्ति वा? नास्ति. साधारणशब्दस्य आवश्यकता अस्ति. अपि च प्रदर्शयतु यत् अहं शुद्धं वाक्यं वक्तुं शक्नोमि. कुक्करः इति वदतु. कुक्कुरै. एकस्मै कुक्कुरै. कुक्कुरै किमस्ति? तत्र चतुर्थी विभक्ति न जानाति. अत्र अकारान्तशब्दः देवशब्दवत्. देवशब्दाय देवाय कुक्कुराय कुक्कुराय ऐं सोरि रामाय कुक्कुराय. एकस्मै कुक्कुराय उकारः अस्ति. कुक्कुर कुक्कुराय पाकं ददामि. अस्तु, पञ्चमी. पञ्चमी कस्य अस्ति? अहं एका देवात् अहं अर्घ्यं ददामि. भगिनि भगिनि, रूपं किं स्यात् अत्र? अत्र पुस्तके दत्तमस्ति रूपं, पञ्चमी विभक्तिः कस्मिन् देवात् और संख्या अपि सः एकवचनं. तस्य रूपं किं संख्यायाः? अत्र कस्मिन् पुटे अस्ति भवती? पुस्तके अस्ति? पुस्तकं पश्यति? तत्र द्विषष्टितमे पुटे 62 पश्यतु. पुस्तकमस्ति वा? आम् आं महोदय, 72 पेज् न 62. पश्यति वा? आम् आं महोदय, द्विषष्टितमे पुटे. तत्र पञ्चमी विभक्तिः पुल्लिङ्गे एकवचने, तत्र तत्र एकस्मात् एकस्मात् देवात् अर्घ्यं ददामि. अस्तु, समीचीनमस्ति. हा, षष्टि षष्टिविभक्तिः एकस्य छात्रस्य उत्तरम् उचितम् अस्ति. हा, बहु सम्यक् अस्ति. अस्तु, सम्यक् अस्ति. सप्तमीविभक्तिः नताशा भगिनी. बालकः एकस्मिन् प्रकोष्ठे वसति. हा, बहु समीचीनमस्ति वाक्यम्. हा, अस्माकं वाक्यं शुद्धं भवतु, सरलं शुद्धं च, जाटिल्यं मास्तु. बहु समीचीनमस्ति. स्त्रीलिङ्गे स्त्रीलिङ्गे कुर्मः इदानीं. हा, अस्तु, इदानीं सहदेव महोदय, तत्र द्वितीयविभक्तिः स्त्रीलिङ्गे एकशब्दः. हा, अनन्तरं शिल्पाभगिनी तृतीयविभक्तिः, सुब्रह्मण्यमहोदय चतुर्थीविभक्तिः, लक्ष्मीभगिनी पञ्चमीविभक्तिः, षष्ठीविभक्तिः पुष्पाभगिनी, सप्तमीविभक्तिः पद्माभगिनी, अपि च नताशाभगिनी भवति चतुर्थी अपि वदतु, चतुर्थीविभक्तिः. हा, ओके, द्वितीयविभक्ति वदतु. एकां धेनुं पश्यामि. हा, बहु समीचीनमस्ति वाक्यं. धेनुशब्दः तत्र स्त्रीलिङ्गशब्दः अस्ति. एकां धेनुं पश्यामि, समीचीनमस्ति. तृतीय तृतीयाविभक्तिः कस्य अस्ति? हरि ओम्. तृतीयविभक्ति सहदेव महोदय वा? ओ, तृतीय. ओ, क्षम्यताम्, अतः द्वितीय. क्षम्यताम्. अस्तु अस्तु, भवान् तृतीय वदतु तर्हि, द्वितीयविभक्ति वदतु. अपि च लक्ष्मीभगिनी भवती तृतीय वदतु. एकया महिलया सह अहं पठितुमिच्छामि. अस्तु, समीचीनमस्ति. हा, सदेव महोदय द्वितीय तृतीय वदतु वाक्यमस्ति. आम्, एकां महिलां ग्रन्थालयं गच्छति. द्वितीया तत्र न भवति खलु, तत्र प्रथमाविभक्तिः तत्र भवति. गच्छति, यत्र गच्छति तत्र द्वितीया, यः गच्छति तस्य प्रथमा. इदानीं द्वितीया विभक्तिः, यत्र कर्मपदमस्ति, चिन्तयतु द्वितीयाविभक्तिः कुत्र भवति, भवान् जानाति एव. पुनः चिन्तयतु वा, चतुर्थीविभक्तिः नताशाभगिनी वदतु. मम अस्ति महोदय चतुर्थी. भवत्या, भवतः अपि अस्ति, तस्याः अपि अस्ति. जनद्वयमस्ति. अस्तु, भवान् वदतु अनन्तरं. एकस्यै देव्यै नमः. पुनः एकस्यै देव्यै नमः. देवी देव्यै नमः. समीचीनमस्ति. नताशा भगिनी अग्रे. महिला एकस्यै एकस्यै एकस्य अस्तु, चिन्तयतु किञ्चित्. पञ्चमी कुर्मः. अहं महोदय, एकस्याः नद्याः जलम् आनयामि. एकस्याः नद्याः नद्याः जलम् आनयामि. समीचीनमस्ति. अस्तु, षष्टिविभक्तिः. षष्टिविभक्तिः कस्य अस्ति? शीघ्रं कस्यचित् षष्टिविभक्तिः अस्ति वा? अस्तु, सप्तमी कस्य अस्ति? सप्तमीम् अहम् एकस्यां एकस्यां बालिकायां पुस्तकम् अस्ति. बालिकायां पुस्तकमस्ति. अहं यदा सप्तमीविभक्तिः उक्तवान् तदा एतावता किमपि चिन्तितवती अथवा एवम् इदानीमेव किञ्चित् चिन्तितवती तत्र एकस्य बालिकायां पुस्तकं कथं स्यात् एकनिमिषः. हा हा, पुनः चिन्तयतु. षष्टिविभक्तिः कस्य अस्ति? षष्टिविभक्तिः अहं दत्तवान् न वा? महोदय, चतुर्थी विभक्ति. पद्माभगिनी षष्टि खलु? शक्नोमि, कर्तुं शक्नोमि. षष्टिविभक्ति. अस्तु, एकनिमेषः सम्यक्तया चिन्तयतु. नताशा भगिनी चतुर्थी वदतु. महिला एकस्यै सख्यै उपाहारं ददाति. अस्तु, सम्यक् सम्यक् अस्ति वाक्यम्. अस्तु, अनन्तरं पुष्पा भगिनी वदतु सप्तमी. एकस्यां दिशां सः चिनोति. सः चिनोति च. प्रथमतया दिशाम् इति अस्ति वा? तत्र अहं किमपि न उक्तवान्, किन्तु प्रातिपदिकं किं? वयं हलन्तशब्दानां पाठं वयं कृतवन्तः पूर्णतया. अजन्त अजन्त सुब्रह्मण्यं तत्र तत्र प्रातिपदिकं किं? दिक् अस्ति महोदय प्रातिपदिकं. दिशि सप्तमी विभक्ति. एकनिमेषः, प्रातिपदिकं किं? ककारात् शब्द प्रातिपदिकं दिश् अस्ति महोदय. प्रथमा विभक्ति दिक् अस्ति. दिश् दिशि सप्तमी विभक्ति महोदय. दिशि अस्ति. एकस्यां दिशि. अहं वदामि महोदय एकवाक्यं. पुष्पभगिनी पुष्पभगिनी वदति एकस्यां दिशि. एकस्यां दिशि सः चुनोति. चुनोति न, तथा न, तथा न भवति. गच्छति. अस्तु, भवतु. हा, समीचीनमस्ति. सर्वे उक्तवन्तः. अत्र पद्माभगिनी वदतु. आं महोदय, एकस्याः बालिकायाः लेखनीम् अहं स्वीकरोमि. पुनः वाक्यं वदतु. एकस्याः बालिकायाः लेखनीम् अहं स्वीकरोमि. लेखनीम् इति उक्तवती खलु, मकारः अस्ति खलु. आं महोदय, स्पष्टतया वक्तव्यमस्ति. एकस्याः बालिकायाः लेखनीं अहं स्वीकरोमि. अस्तु, समीचीनमस्ति, सम्यक् अस्तु इति एकशब्दः. इदानीं किञ्चित् कुर्मः तत्र द्विवचने. पुल्लिङ्गे पश्यामः, तत्र प्रथमाविभक्तिः इति सहदेव महोदय, द्वितीयाविभक्तिः पद्मा भगिनी, तृतीयाविभक्तिः पुष्पा भगिनी, चतुर्थीविभक्तिः लक्ष्मी भगिनी, पञ्चमीविभक्तिः सुब्रह्मण्य महोदय, अत्र षष्ठीविभक्तिः नताशा भगिनी. नताशा इति एतावत् नास्ति खलु, सप्तमी इति शिल्प सर्वेषां नाम जातं वा? सप्तमी पुल्लिङ्गे द्विवचने, द्विवचने. अस्तु, प्रथमाविभक्तिः. द्वौ बालकौ ग्रन्थालयं गच्छतः. बहु सम्यक् अस्ति, वाक्यं वाक्यं शुद्धमस्ति. द्वितीयविभक्तिः. द्वौ बालकम् अहं पृच्छामि. किन्तु बालकम् इति वचनं किं? देवौ बालकौ. पुनः वदतु भगिनि, सम्यक्तया विचिन्त्य वदतु, एवमेव न वदतु, विचिन्त्य वदतु. द्वौ बालकौ अहं पृच्छामि. अस्तु, वाक्यं सरलं शुद्धं समीचीनम्. अग्रे. द्वाभ्यां बालकाभ्यां गीतापाठं शृणुतः. गीतापाठं शृणुतः. तत्र द्वाभ्यां बालकाभ्याम् इति अस्य विभक्तिः का? विभक्ति तृतीया. तृतीयविभक्तिः, तु तादृश तृतीयविभक्तिः भवति वा? तृतीयविभक्तिः कुत्र अस्ति? गीतापाठं शृणुतः इति प्रथमाविभक्तिः स्यात् खलु? पुनः चिन्तयतु कृपया. चतुर्थीविभक्तिः. द्वाभ्यां महिलाभ्यां पुष्पाणि देहि. अस्तु, अग्रे. पञ्चमी. द्वाभ्यां गुरुभ्यां शिक्षां प्राप्नोमि. अस्तु, समीचीनमस्ति, बहु सम्यक् अस्ति. अग्रे षष्टि. षष्टि कस्य अस्ति? नताशा भगिनि, हरि ओम्. महोदय, अहमस्मि. अहं कुत्र गतवती? अस्तु, वदतु. अहं चिन्तयामि, अस्तु, चिन्तयति. गृहं गच्छामि. अस्तु, वाक्यं समीचीनमस्ति, द्वाभ्यां बालकाभ्यां सह गृहं गच्छामि. अस्तु, सप्तमी शिल्पा भगिनी. सप्तमी. द्वयोः देशयोः एका नदी अस्ति. बहु सम्यक् अस्ति वाक्यम्. अस्तु, नताशा भगिनी वदतु. द्वयोः बालकयोः प पुस्तकानि पठामः. अस्तु अस्तु, वाक्यं शुद्धमस्ति, वाक्यं शुद्धमस्ति, द्वयोः बालकयोः पुस्तकानि पठामः. नाम वयम् अस्ति खलु, वाक्यम् अवगच्छति खलु, यद् उक्तवती वयं द्वयोः बालकयोः पुस्तकानि पठामः इति अर्थः अस्ति. समीचीनमस्ति. अस्तु, इदानीं बहुवचने, इदानीं त्रिशब्दः, तत्र द्विवचने सर्वत्र समानमस्ति. तृतीयविभक्तिः इत्यस्मात् आरभ्य सप्तमीपर्यन्तं तत्र लिङ्गं लिङ्गभेदेन रूपभेदः नास्ति खलु. पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे रूपं समानमस्ति इति सारल्यम् अस्ति, सारल्यम्. अग्रे गच्छेम. इदानीं त्रिशब्दः, प्रथमाविभक्तिः, प्रथमाविभक्तिः सहदेव महोदय, द्वितीयाविभक्तिः लक्ष्मीभगिनी, तृतीयाविभक्तिः नताशाभगिनी, चतुर्थीविभक्तिः पद्माभगिनी, पञ्चमीविभक्तिः पुष्पाभगिनी, षष्ठीविभक्तिः शिल्पाभगिनी, सप्तमीविभक्तिः सुब्रह्मण्यमहोदय. कुर्मः प्रथमा, सदे महोदय. त्रयः बालिकाः चित्रमन्दिरं गच्छन्ति. बहु समीचीनमस्ति वाक्यं, शुद्धं. द्वितीयविभक्तिः, अधुना त्रीन् ग्रन्थान् पठामि. अस्तु, समीचीनं. तृतीयविभक्तिः, तृतीया कस्य अस्ति? त्रिभिः बालकैः बालकैः त्रिभिः बालकैः उपहारं तृतीयाविभक्तिः, चिन्तयतु, तृतीयाविभक्तिः कुत्र अस्ति, कथं कथं भविष्यति वाक्यम्? उपहारं तृतीयाविभक्तिः, तत्र कर्मणि प्रयोगः प्रायः न जानाति खलु. कर्मणि प्रयोगं जानाति वा? सः इति वदतु, सः सरलवाक्यं, सः सः गच्छति. अस्तु, त्रिभिः बालकैः माता सह गच्छति. गच्छति इति एकवचने कथम् अस्ति? गच्छन्ति माता, एकनिमेषः, तत्र सः इति कस्य, यत्र सः भवति तत्र तृतीयः अस्ति. किं नाम शब्दक्रमः इति इतस्ततः किञ्चित् अस्ति. पुनः वदतु, वाक्यं शुद्धमासीत् किन्तु पुनः वदतु. माता सह इति कथं स्यात्? सः कुत्र अस्ति? यत्र तृतीयविभक्तिः अस्ति, माता सह इति न, सः कुत्र भवेत्? त्रिभिः बालकैः सह तत्र गच्छति. हा हा, पुनः वदतु. त्रिभिः बालकैः सह माता गच्छति. हा, अवगच्छति वा? अवगच्छामि. यत्र तृतीयविभक्तिः अस्ति तत्र सः अस्ति, माता सह इति न भवति. इदानीं संस्कृतभाषायां शब्दक्रमः यः कोऽपि भवतु, नाम तत्र समस्या नास्ति, किन्तु अस्माकं कृते तथा नाम मम मम विश्वासः अपगच्छति अन्यत्र यदा तथा भवति वदति यद्भवति न अवगतवती. तत्र त्रिभिः बालकैः माता सह गच्छति इति वाक्यं शुद्धम् अस्ति, किन्तु भवती अवगच्छति न वा इति मम विश्वासः नास्ति यदा तथा वदति, यतोहि सः इति यत्र तृतीयविभक्तिः अस्ति तत्र सः भवति. नाम त्रिभिः बालकैः माता गच्छति सः इति अपि वाक्यं शुद्धमस्ति, अथवा सः माता त्रिभिः गच्छति बालकैः इति अपि वाक्यं शुद्धमस्ति, किन्तु अस्माकम् अभ्यासार्थं समीचीनं नास्ति. अवगच्छति तत्र यत्र तृतीयः अस्ति तत्र सः इति भवतु, अनन्तरं वयं कवयः भवामः, इदानीं न. समीचीनमस्ति. चतुर्थी, अहं त्रिभ्यः बालकेभ्यः पाकं ददामि. अस्तु, समीचीनं. पञ्चमी, पञ्चमी. I was supposed to do Chaturthi, but that's okay. चिन्तयतु इदानीं इदानीं मा वदतु, चिन्तयतु षष्ठी करोतु. कस्य कस्य षष्ठी अस्ति? मम षष्ठी अस्ति शिल्पा, शिल्पायाः. मम चतुर्थी च अस्ति, परन्तु पुष्पा भगिनी कृतवती, अहं पञ्चमी करोमि. हा, विचिन्त्य वदतु, अनन्तरं वदतु. शिल्पा भगिनी वदतु. त्रयाणां, क्षम्यतां, त्रयाणां छात्राणां पुस्तकानि शालायां सन्ति. अस्तु, समीचीनं. सप्तमी. मम अस्ति महोदय. त्रिषु वर्गेषु संस्कृत अध्ययनं सम्यक् भवति. एकनिमिषं महोदय, पुनः वदतु कृपया. त्रिषु वर्गेषु संस्कृत अध्ययनं सम्यक् भवति. अस्तु, समीचीनमस्ति. हा, इदानीं पञ्चमी. त्रिभ्य बालकेभ्यः अहं मार्गं मार्गं कथं भवति ज्ञातवती. अस्तु अस्तु अस्तु अस्तु, समीचीनमस्ति. पुनः वाक्यं वदतु, समीचीनमस्ति. त्रिभ्यः बालकेभ्यः अहं मार्गं ज्ञातवती. अस्तु, वाक्यं समीचीनमस्ति. भगिनि एकवारं वदतु षष्ठी, षष्ठी वाक्यम्. अस्तु, पुनः वदतु वाक्यम्. त्रयाणां छात्राणां पुस्तकानि शालायां सन्ति. अस्तु, समीचीनमस्ति. अस्तु, इदानीं स्त्रीलिङ्गे कुर्मः, यतोहि तत्र रूपाणि भिन्नानि सन्ति. इदानीं नताशा भगिनी, प्रथमाविभक्तिः, अनन्तरं सहदेव महोदय, तत्र तृतीय न एवं कुर्मः. सहदेव महोदय प्रथमाविभक्तिः इति करोतु. सहदेव महोदय प्रथमाविभक्तिः अस्ति, द्वितीयविभक्तिः इति अस्ति सुब्रह्मण्यमहोदय, अनन्तरं तृतीयविभक्तिः अस्ति अस्ति नताशा भगिनी. न हा, अस्तु, न नूतनं कुर्मः. पद्मा भगिनी वदतु. तृतीया पद्मा भगिनी, चतुर्थी नताशा भगिनी, पञ्चमी शिल्पा भगिनी, षष्ठी पुष्पा भगिनी, अपि च सप्तमी लक्ष्मी भगिनी. न कस्य कस्य नास्ति, कस्य नास्ति सप्तमी. लक्ष्मी, हा, लक्ष्मी एव खलु सप्तमी. प्रथमा भक्ति, प्रथमा सहदेव महोदय. हां तिस्रः लताः बहिः सन्ति. वाक्यं शुद्धमस्ति. द्वितीयविभक्तिः तिस्रः पाठशालाः गमिष्यामि. वाक्यं समीचीनमस्ति. सर्वे शृण्वन्तु, पुनः वदतु महोदय. तिस्रः पाठशालाः गमिष्यामि. तत्र पाठशालाः इति द्वितीया विभक्तिः बहुवचने अस्ति वा? आं महोदय. सर्वे चिन्तयन्ति अस्ति स्त्रीलिङ्गे. आं महोदय. शुद्धम्. अस्तु, समीचीनं. तृतीया विभक्तिः तिष्णुभिः नदीभिः जलेन सह अहं देवम् अभिषिञ्चयामि. एकनिमिष. तिष्णुभिः नदीभिः जलेन सह. न न, तथा न भवति भगिनि, तथा न भवति, नितरां न भवति. तत्र तिष्णुभिः नदीभिः यदि जलेन सह इति वक्तुमिच्छति तर्हि नदी इत्यस्य विभक्तिः का स्यात्? नदी जलम्. तत्र लक्ष्मीभगिनी साहाय्यं करोतु. का विभक्तिः स्यात् यदि जलेन सह इति? पञ्चमी भवति महोदय. तिसृभ्यः नदीभ्यः जलम्. तृतीया विभक्ति. तत्र पञ्चमी तत्र पञ्चमी इति किञ्चित् विचित्रमस्ति. पञ्चमी इति महोदय, मम चिन्तनमस्ति अत्र तु तिसॄणां नदीनां जलेन सह देवीम् अभिसिञ्चयामि. षष्ठी नितरां भविष्यति. षष्ठी विभक्तिः इति अस्ति. कस्य जलं, कस्याः जलमिति वा? इति नद्याः जलमस्ति. नद्याः जलेन सह अथवा नदीनां जलेन सह वचनं किमपि भवतु, किन्तु षष्ठी इति सर्वोत्तमा अस्ति अत्र. पद्मा भगिनी न अवगच्छति वा? आम्, चिन्तयामि. चिन्तयतु. अत्र अत्र मूलविषयः नाम विषयं प्रयोगं च अनुसृत्य सन्दर्भमनुसृत्य तत्र विभक्तिः भिद्यते. तत्र अत्र यदि वयं यदि तिस्रभिः नदीभिः जलेन इति वदामः तत्र विशेषणविशेषभावः तत्र समानविभक्ति कथम् अस्ति, तथा न भवति. नदी अपि च जलं तत्र विशेषणविशेषभावः अस्ति वा? नास्ति. अतः समानविभक्तिकत्वं मास्तु तत्र. अन्यप्रयोगं करोमि. तिष्णुभिः महिलाभिः सहेन अहं खादयामि. सहेन, सह इति वदतु. तिष्णुभिः महिलाभिः सह खादयामि. खादामि नाम सरलं भवेत्, खादयामि इति. खादामि खलु. अस्तु अग्रे, चतुर्थी विभक्ति. षष्ठी विभक्ति महोदय, षष्ठी विभक्ति न चतुर्थी विभक्ति. चतुर्थी कस्य चतुर्थी विभक्तिः? नताशा भगिनी. आम् महोदय. बालकः तिसृभ्यः गोभ्यः नमस्कारं करोति. पुनः वदतु पञ्चमी. पुनः वदतु. चतुर्थी अस्ति. चतुर्थी. बालकः तिस्रभ्यः गोभ्यः नमस्कारं करोति. गोप्यः इति वा? गोप्यः. तत्र गोभ्यः इति रूपं शुद्धं नास्ति इति पाति. तादृशरूपम् अस्ति वा? तद् द्रष्टव्यं. गोभ्यः इति गोभ्यः इति समीचीनमेव अस्ति. अस्तु अस्तु अस्तु अस्तु अग्रे गच्छेम. ओके इति अस्ति पञ्चमी कस्य अस्ति? शिल्पा. तिस्रभ्यः अध्यापिकाभ्यः शिक्षां स्वीकरोमि. समीचीनमस्ति. षष्ठी. तिसॄणां बालिकानां शाटिकाः बहु सुन्दरम् अस्ति सन्ति. ओके सप्तमी. तिसृषु पुत्रेषु मातुः आदरः अस्ति. हा हा तिसृषु पुनः वदतु. तिसृषु पुत्रेषु मातुः आदरः अस्ति. आदरः अस्ति. समीचीनमस्ति. अस्तु बहु सम्यक् अस्ति इति तत्र त्रीणि तत्र नपुंसकलिङ्गे यथा पुल्लिङ्गे तथा चतुर्थी विभक्तिः किञ्चित् पश्येम इदानीम्. अस्तु इदानीं पुल्लिङ्गे सहदेव महोदय तत्र प्रथमा विभक्तिः अस्ति. द्वितीया विभक्तिः पुष्पा भगिनी. तृतीया विभक्तिः शिल्पा भगिनी. चतुर्थी विभक्तिः लक्ष्मी भगिनी. पञ्चमी विभक्तिः नताशा भगिनी. षष्ठी विभक्तिः इदानीं षष्ठी इति सुब्रह्मण्यमहोदयः. तत्र सप्तमी इति कः अवशिष्यते? कस्य नास्ति सप्तमी? कस्य नास्ति? अहं स्वीकरोमि पद्मा भगिनी. सप्तमी. अस्तु प्रथमा. सदैव महोदय. हा चत्वारः आरक्षकाः गच्छन्ति भोजनं खादितुम्. हा बहु सम्यक् बहु सम्यक् अस्ति वाक्यं. बहु शुद्धमस्ति. अस्तु तृतीया विभक्तिः. चतुरः बालकान् अहं पुस्तके ददामि. पुस्तके. ओ पुस्तके. अस्तु अस्तु चतुरः बालकान् अहं पुस्तके ददामि. अस्तु न एकनिमेषः. ददामि इति एका विभक्तिः भवति यस्मै वयं दद्मः. भगिनि पुनः चिन्तयतु सम्यक्तया विचिन्त्य वदतु. नितरां दोषाय अस्ति वाक्यं. तृतीया विभक्तिः कस्य अस्ति? अशोक. चतुर्भिः लेखनीभिः पुस्तकं लिखामि. हा समीचीनमस्ति. तृतीया चतुर्थी विभक्तिः महोदय. अत्र लेखनी तु स्त्रीलिङ्गम् अस्ति खलु महोदय? ओ क्षम्यतां. हा लेखनी तु स्त्रीलिङ्गे अस्ति भगिनि. ओ क्षम्यतां पुल्लिङ्गे. चतुर्भिः चिन्तयतु पुनः. चतुर्थी विभक्तिः. चतुर्थी विभक्तिः कस्य अस्ति? मम महोदय. चतुर्भ्यः पुरुषेभ्यः एतत् धनं रोचते. सम्यक् अस्ति, सम्यक् अस्ति. अस्तु अग्रे पञ्चमी. आं महोदय, जनाः चतुर्भ्यः व्याघ्रेभ्यः भीताः भवन्ति. बहु सम्यक् अस्ति. पुनः वाक्यं वदतु, सर्वे शृण्वन्तु. पुनः पुनः वदतु. आं महोदय, जनाः चतुर्भ्यः व्याघ्रेभ्यः भीताः भवन्ति. हा अस्तु, समीचीनमस्ति. षष्टि. चतुर्णां बालकानां सम्भाषणं सम्यक् अस्ति. सम्यक्. सप्तमी. चतुर्षु बालकेषु अहं रामम् इच्छामि. पुनः वदतु. चतुर्षु बालकेषु अहं रामम् इच्छामि. कीदृश अर्थः अस्ति भवत्याः मनसि? कथं कल्पना भवति एतादृशं वाक्यं? चतुर्षु बालकेषु अहं ग्रामम् इच्छामि, अहं न अवगच्छामि तस्य वाक्यस्य अर्थः. तत्र सुब्रह्मण्यं महोदय, तत्र अर्थम् अवगच्छति वा? आङ्ग्लभाषां वयं तु न जानीमः. अत्र तु तदर्थं तु प्रायः पालकेषु अहं ग्रामम् इच्छामि, तत्र नूतनविचारः, नूतनभाषा इव अस्ति, न कदापि श्रुतवान्. तस्य अर्थः कः? इदानीं चिन्तयतु कृपया भगिनी. सप्तमी कुत्र भवति, कुत्र न भवति इति. द्वितीयविभक्तिः पुनः वदतु. पुष्पभगिनी पुनः. चतुरः बालकान् सरलवाक्यं, सरलशुद्धवाक्यं, जटिलं नापेक्षितं, शुद्धं. किमपि इदानीं किं करोति स्म? चतुरः बालकान् कोन्सि बरी बात् है. चतुरः बालकान् पश्यामि अहं, किमपि नास्ति. अहं चतुरः बालकान् पश्यामि. अस्तु अग्रे गच्छेम. कस्य नासीत् चतुर्विभक्तिः? तृतीयविभक्तिः करिष्यामि. तृतीयः. अस्तु. चतुर्भिः छात्रैः सह शिक्षकः चलति. अस्तु, समीचीनमस्ति. अन्यत् किम् अवशिष्टमस्ति? सप्तमी. पद्माभगिनी करोतु. चतुर्षु वृक्षेषु अन्यवाक्यं करोमि. चतुर्षु वीरेषु बहुधैर्यम् अस्ति. अस्तु अस्तु. चतुर्षु वीरेषु बहुधैर्यमस्ति, समीचीनमस्ति. वाक्यं समीचीनमस्ति. अस्तु, इदानीम् इतः अग्रे पञ्च. महोदय, स्त्रीलिङ्गमपि कर्तुं करोति चेत्? स्त्रीलिङ्ग् अपि कर्तुमिच्छति. अस्तु अस्तु, कुर्मः. तर्हि स्त्रीलिङ्गे चतुर्थीविभक्तिः. इदानीं पञ्चमविभक्ति, तत्र प्रथमाविभक्तिः अस्माकं सदैव महोदय तत्र करोतु. प्रथमाविभक्तिः. द्वितीयाविभक्तिः अस्ति शिल्पा भगिनी. तृतीयाविभक्तिः अस्ति नताशा भगिनी. चतुर्थीविभक्तिः पुष्पाभगिनी, पद्माभगिनी पञ्चमीभक्तिः, अनन्तरं लक्ष्मीभगिनी षष्ठीविभक्तिः, सुब्रह्मण्यमहोदय तत्र सप्तमीभक्तिः अस्ति. अग्रे सदैव महोदय. चतस्रः वृद्धाः संस्कृतं वदन्ति. चतस्रः पुनः वृद्धाः संस्कृतं वदन्ति. पुनः वदतु, बहु सुन्दरमस्ति. चतस्रः वृद्धाः संस्कृतं वदन्ति. बहु सम्यक् अस्ति. इदानीं तत्र उच्चारणार्थं वदामि भवतः कृते यत् तत्र महाप्राणः अस्ति, वृद्धाः. वृद्धाः वदतु. चतस्रः वृद्धाः संस्कृतं. तत्र वायुः आगच्छति, वृद्धाः. वृद्धाः वृद्धाः अभ्यासेन भविष्यति. तत्र यथा दकारः ढकारः, द ध, अत्र दकारे ढकारः उभयमपि अस्ति, किन्तु तत्र ढकारः अस्ति एव. अतः वृद्धाः, वृद्धाः, तत्र वायुः आगच्छति. वायुः जानाति, वायुशब्दं जानाति वा? वायुः नाम एर् एर् आङ्ग्लभाषया यत् भवति एर्. When you pronounce that D, there should be increased air coming out of your mouth. Dha, dha, vriddhaha. Vriddhaha. Punaha vakya madatu, sundramasti. Chatastraha vriddhaha samskritam vadanti. Idanim shuddhamasti. Dvitiya vyakti. कस्य उद्युति अस्ति? चतस्रः धेनुः, क्षम्यतां, चतस्रः धेनुः पश्यामि. अस्तु अस्तु, बहु समीचीनमस्ति. तृतीयविभक्तिः. महिला चतस्रुभिः बालिकाभिः सह गच्छति. सम्यक् अस्ति, चतस्रुभिः बालिकाभिः. अस्तु, अग्रे चतुर्थी विभक्तिः. चतुर्थी, चतुस्रभ्यः स्त्रीभ्यः, क्षम्यताम्, अहं करोमि. अस्तु, पञ्चमी विभक्तिः. चतुर्भ्यः लताभ्यः वृक्षं बालकाः बन्धितवन्तः. पुनः वाक्यं वदतु. चतुर्भ्यः किं लताभ्यः चतस्रुभ्यः लताभ्यः बालकः बन्धितवता. तत्र पञ्चमी न भवति, तृतीया स्यात्, पञ्चमी न स्यात्. पञ्चमी कथम् आसीत् तत्र? पञ्चमी तत्र लक्ष्मीभगिनी तत्र पञ्चमी भवति वा? पञ्चमी तत्र न कथम् स्यात्? तत्र करणमस्ति, उपकरणम्. अस्तु, पुनः चिन्तयतु भगिनि, तत्र पञ्चमी नास्ति. तत्र पञ्चमी भवति यत्र विच्छेदः अस्ति, विच्छेदः. षष्ठीविभक्तिः. श्वः चतस्रूणां नर्तकीनां नृत्यं दृष्टवती. सम्यक् अस्ति. सप्तमी. चतसृषु बालिकासु मम स्नेहः अस्ति. हा, सम्यक् अस्ति महोदय. एकवाक्यम् अहं वदितुमिच्छामि. अत्र किञ्चित् सन्देहः अस्ति मम. अत्र सप्तमी वा षष्ठी इति सन्देहः मम. चतुसृषु कथासु एषा कथा श्रेष्ठा सम्यक् अस्ति वा, अथवा चतुसॄणां कथानाम् एषा कथा श्रेष्ठा? न, तत्र षष्टिदोषः अस्ति. तत्र षष्टिः न भवति, तत्र सप्तमी एव भवति. सप्तमी एव भवति. परन्तु महोदय, बहुषु यत्र बहुषु निर्धारणं भवति तत्र सप्तमी भवति. वदतु. यत्र समूहः अस्ति तत्र षष्ठी अपि भवितुम् अर्हति खलु? किन्तु सन्दर्भः भिन्नः. समूहः तत्र इदानीं भवान् निर्धारणं कर्तुम् इच्छति. बहुषु एकं, यत्र बहुषु एकं, तत्र सप्तमी अस्ति. किन्तु यत्र षष्ठी भवति, बहु तत्र समूहः अस्ति, तर्हि तत्र तस्मिन् सम्बन्धे सर्वेषां प्रसङ्गः भवति, न तु बहुषु केवलम् एकं, सर्वेषां. तत्र चतसॄणां महिलानां पाकः समीचीनः, नाम सर्वासां महिलानां पाकः समीचीनः. किन्तु चतसृषु महिलासु एकस्याः एव पाकः समीचीनः. भेदः अवगतः? आम् महोदय, धन्यवादः. हा, अस्तु. तर्हि इदानीं पद्मा भगिनी वदतु. चतुस्रभ्यः स्त्रीभ्यः पुस्तके ददामि. अस्तु, पुस्तके ददामि. अस्तु, समीचीनम्. अनन्तरं पद्मा भगिनी. चतुस्रभ्यः महिलाभ्यः अहं गानं श्रुतवती. अस्तु, भवतु महर्षि. भवतु भवतु. अस्तु, समीचीनमस्ति. अग्रे गच्छेम. इदानीं पञ्चमी. तत्र पञ्चमी इत्यस्मात् पञ्च इत्यस्मात् आरभ्य सर्वं समानं भवति. अतः तत्र अष्ट इति कुर्मः. अष्ट एकवारं शीघ्रमेव अष्ट इति कुर्मः. प्रथमविभक्तिः सहदेव महोदय. द्वितीयविभक्तिः नताशा भगिनी. तृतीयविभक्तिः पद्मा भगिनी. चतुर्थी विभक्तिः लक्ष्मी भगिनी. पञ्चमी पुष्पा भगिनी. षष्ठी सुब्रह्मण्य महोदय. सप्तमी शिल्पा, खलु शिल्पा भगिनी. श्रीलिङ्गे श्रीलिङ्गे कुर्मः नपुंसकलिङ्गे. कस्मिन्नपि लिङ्गे, वस्तुतः तत्र सर्वं समानमस्ति इति अहं वक्तुमिच्छामि. पुल्लिङ्गे, स्त्रीलिङ्गे, नपुंसकलिङ्गे, सर्वं समानं, कस्मिन्नपि लिङ्गे भवतु. नाम अष्ट. अस्तु, सदैव महोदय, शीघ्रं कुर्मः. पञ्च अष्ट अष्ट अष्ट सैनिकाः इच्छन्ति मल्लयुद्धार्थं अस्तु, भविष्यति. वाक्यं समीचीनमस्ति. द्वितीयविभक्तिः. अहम् अष्टं गृहान् पश्यामि. पुनः वाक्यं वदतु. अहम् अष्टं गृहान् पश्यामि. ओके, अष्टमपि दोषाय अस्ति, गृहानपि दोषाय अस्ति. पुनः विचिन्त्य वदतु. वाक्यं वाक्यस्य विचारः समीचीनः अस्ति, किन्तु रूपं दोषः अस्ति. द्वयोः शब्दयोः अपि रूपं दोषः अस्ति. पुनः चिन्तयतु. तृतीय अभिव्यक्तिः. कस्य तृतीया अस्ति? तृतीयविभक्तिः कस्य अस्ति? अस्तु, चतुर्थी विभक्तिः कुर्मः. अष्टभ्यः बालिकाभ्यः धनं देहि. अस्तु, समीचीनमस्ति. चतुर्थी, पञ्चमी. अष्टभ्यः वसुभ्यः ऋषि शापं ददाति. पञ्चमीति अस्ति. पुनः चतुर्थी न चतुर्थी इति आसीत् लक्ष्मी भगिनी. अस्तु, पुनः वाक्यं वदतु पद्मा भगिनी. पुनः वाक्यं किमस्ति? अष्टभ्यः वसुभ्यः किं वसुभ्यः ऋषि चापं ददाति. ऋषि इति संस्कृतभाषायां ऋषि न भवति, ऋषिः इति वा? ऋषिः शापं ददाति. अस्तु, वसु इति न जानामि. वसु नाम किम्? इतिहासे अष्टवसु नामस्य अष्ट गन्धर्वा अस्ति. अस्तु अस्तु, अवगतम्. अस्तु अस्तु, अग्रे पञ्चमी इति कस्य आसीत्? अस्तु, षष्ठी करोतु कोऽपि. मम अस्ति महोदय षष्ठीविभक्ति. अष्टानां गृहाणां वर्णः श्वेतः. अस्तु, समीचीनं. सप्तमी. अष्टसु पुस्तकेषु सर्वाणि उत्तराणि सन्ति. बहु सम्यक् अस्ति भगिनि, बहु सम्यक् अस्ति. अस्तु, इदानीं किं पुष्पा भगिनी? अष्टभ्यः नपुंसकलिङ्ग कस्मिन्नपि लिङ्गे. अष्टभ्यः मासभ्यः क्षम्यतां बहु सुन्दरं नास्ति. जुलै मासे अन्य कोऽपि चिन्तयति. पुनः वदतु. अष्टभ्यः मासभ्यः जुलै मासः बहु आतपः अस्ति. बहु आतपः भवितुमर्हति. भवितुमर्हति. अस्तु अस्तु. अन्ये सर्वे उक्तवन्तः वा महोदय? द्वितीया विभक्ति. अहम् अष्ट गृहाणि पश्यामि. हा, अष्टगृहाणि पश्यामि. हा, वाक्यम् इदानीं शुद्धमस्ति. सम्यक् महोदय, मम वाक्यं सम्यक् अस्ति. हा, पञ्चमी तादृशप्रयोगः भवितुमर्हति. तादृश सप्तमी अपि भवति, पञ्चमी अपि भवति. अस्तु, किञ्चित् दशनिमेषाः सन्ति. इदा अग्रे अभ्यासः अस्ति. सुब्रह्मण्यं महोदय तत्र अग्रे पश्यतु कश्चन. आं महोदय, कश्चन गीताशिबिरे भागं गृहीतवान्. तेन तस्य जीवने परिवर्तनं भवति. ततः सः कं निर्णयं करोति इति अत्र लिखितमस्ति. तत्र एकशब्दस्य उचितरूपाणां सहाय्येन रिक्तस्थानानि पूरयत. करोतु. प्रतिदिनं गीतायाः एकम् अध्यायं पठामि. एकस्य श्लोकस्य कण्ठपाठं करोमि. प्रतिमासं एकस्मै जनाय गीतापुस्तकं ददामि. एकेन जनेन सह वा गीताविषये चर्चां करोमि. गीताजयन्त्याः एकस्मात् दिनात् पूर्वं सर्वत्र गीतासन्देशं प्रसारयामि. वर्षे एकस्मिन् सप्ताहे गीताशिक्षणे भागं वहामि. अहम् एकः एव चेदपि गीताकक्ष्यां सञ्चालयामि. सम्यगस्ति. अग्रे गच्छेम. इदानीं तृतीयं पश्येम. लक्ष्मी भगिनी वदतु. कस्मिन् पुटे? इदानीं चतुष्षष्टितमे पुटे अग्रे. आवरणे विद्यमानं तृतीयाभ्यासः. विशेष्यम् अनुसृत्य विशेषणस्य संख्यावाचकशब्दस्य उचितेन रूपेण रिक्तस्थानं पूरयत. एका गायिका गायति. अग्रे करोतु. द्वितीयं वानराः क्रीडन्ति. त्रीन् वानराः क्रीडन्ति. कथमा स्यात् विभक्तिः का? ओ त्रयः वानराः क्रीडन्ति. पुस्तके स्तः. द्वे पुस्तके स्तः. अग्रे. सेवकाः सन्ति. पञ्च सेवकाः सन्ति. अस्तु. शिल्पा भगिनी अग्रे. कमाली सन्ति. कमलानि. त्रीणि. नो कमला. त्रीणि कमलानि सन्ति. त्रीणि इति अस्ति लिखितं. त्रीणि. मम पुस्तके पञ्च अस्ति. श्रूयतम्. ओके. पञ्च कमलानि सन्ति. अग्रे. एकं पुष्पं पतति. अग्रे. धेनवः चरन्ति इति प्रथमतया वदतु. धेनवः चरन्ति. तिस्रः धेनवः चरन्ति. अष्ट. मार्जालः धावन्ति. पञ्च मार्जालाः धावन्ति. तिस्रः धेनवः. स्त्रीलिङ्ग् अस्ति. लेखन्यौ स्तः. लेखन्यौ स्तः. द्वौ. नो द्वे लेखन्यौ स्तः. अस्तु. अग्रे. नताशा भगिनी अग्रे. अस्तु. चत्वाराः उपवेदाः सन्ति. प्रथमतया उपवेदाः सन्ति इति वदतु. अनन्तरं चत्वाराः इति न भवति. शुद्धं वदतु. चत्वारः उपवेदाः सन्ति. ताः कन्दुकानि क्रीडन्ति. ताः त्रीणि कन्दुकानि क्रीडन्ति. वृद्धः गच्छति. एकः वृद्धः गच्छति. वृद्धः गच्छति. स फलानि चिनोति. सः पञ्च फलानि चिनोति. संस्कृतभाषा भवत्याः मातृभाषा का? हिन्दी. हिन्दी अस्ति. हा, तदर्थं वदामि. अत्र पश्यतु, हिन्दीभाषायां यत् फ भवति, फ संस्कृतभाषायां न भवति, तथा नास्ति. न न, फलानि इति वदामि. सः पञ्च फलानि, पुनः वदतु. सः पञ्च फलानि चिनोति. पञ्च. सः पञ्च सः पञ्च फलानि चिनोति. अस्तु, बहु सम्यक् अस्ति. अग्रे इदानीं लक्ष्मी न, अग्रे पद्मा भगिनी. पद्माभगिनी अस्ति वा? आम् महोदय. युवकौ क्रीडतः. द्वौ युवकौ क्रीडतः. ते उत्पीठिकाः स्थापयन्ति. ते चत्वारि उत्पीठिकाः स्थापयन्ति. चत्वारि. सम्यक् वदतु. चतस्रः उत्पीठिकाः स्थापयन्ति. आसन्दाः सन्ति. अष्ट आसन्दाः सन्ति. वर्णकारः वर्णान् लेपयति. वर्णकारः सप्तवर्णान् लेपयति. अस्तु, पुष्पा भगिनी अग्रे. दश अङ्गुल्यः सन्ति. दश अङ्गुल्यः सन्ति. महाविद्यालयाः विद्यन्ते. षट् महाविद्यालयाः विद्यन्ते. रसाः सन्ति. नव जानामि. नव या नवन् रसाः. नवरसाः सन्ति. अस्तु, समीचीनमस्ति. इदानीम् अग्रे अग्रे अस्ति अन्य को? अस्तु, सहदेव महोदय पठतु कृपया कोष्टके. हा, कोष्टके विद्यमानानि पदानि चित्वा रिक्तस्थानेषु योजयत. अद्य मम गृहं प्रति त्रयः अतिथयः आगताः. हा, अस्तु, सम्यक् अस्ति. वस्तुतः इतः अग्रे किञ्चित् चिन्तनं नाम अन्वेष्टव्यं भवति. प्रत्येकं संख्यायाः अन्वेषणं कर्तव्यं भवति. अद्यतनवर्गे अस्माकं सम्यक्तया अभ्यासः जातः इति अहं मन्ये सङ्ख्यानां विषये. इदानीं येन विस्मरणं न स्यात्, ये अभ्यासाः विशिष्टाः सन्ति तान् कुर्वन्तु अगृहे. चतुर्थ अभ्यासः, पञ्चमभ्यासः, षष्ठः अभ्यासः, अपि च षष्ठाभ्यासः, तत्र पर्यन्तं यदि कुर्वन्तु वा गृहे अस्मिन् सप्ताहे. समीचीनं वा? आं महोदय. सर्वे कुर्वन्तु. नाम अस्माकं वर्गः केवलं सप्ताहे एकवारम् इति न, गृहे किमपि न करोति चेत् कोऽपि लाभः न भवति. अनन्तरं ततः अग्रे अग्रिमे सप्ताहे अग्रिमपाठः भविष्यति. अस्तु तर्हि विरमाम. धन्यवादः सर्वेषां. नमस्कारः. धन्यवादः. धन्यवादः. धन्यवादः.